ब्रह्मकृष्णकृतेव महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र मूलविषयः अस्ति तत्र पृथक्त्वम् अपि भेदः तत्र समानं वा अथवा विलक्षणं वा इति अस्माकं मूलविषयः तत्र पृथक्त्वम् इति वयं चिन्तयामः पृथक्त्वं किमस्ति तत्र कीदृशपदार्थः योगेन्द्रमहोदय भगिनी पृथक्त्वं कीदृशपदार्थः पृथक्त्वम् इति गुणः अस्ति गुणः अस्ति हा किन्तु भेदः तु तत्र भेदः तु तत्र कीदृशपदार्थः पदार्थभेदः भवति हा हा किन्तु कीदृशपदार्थः नाम तत्र घटः पटः न इति कीदृशपदार्थः घटः पटः न इति तत्र अन्योन्य अभावः भवति भेदः भेदः तर्हि अभावः भिन्नपदार्थः अभावः गुणः न खलु अभावः गुणः न अतः पृथक्त्वम् अपि तत्र भेदः भिन्नम् इति वयं चिन्तयामः तत्र पृथक्त्वम् अपि भेदः पृथक्त्वं भेदः नास्ति इति चिन्तयामः पृथक्त्वं भिन्नमस्ति भेदः भिन्नः अस्ति इति चिन्तयामः भिन्नपदार्थः अस्ति इति चिन्तयामः किन्तु तस्मिन् विषये तत्र का स्थितिः इति तत्र अवगमनार्थम् अस्माकं तत्र करपत्रं वर्तते तत्र संयोगस्य आधारेण वयम् एतस्य प्रश्नस्य उत्तरं दातुं शक्नुमः अतः तत्र संयोगस्य विषये किञ्चित् इति तत्र शीर्षकः अस्ति करपत्रस्य धन्यवादः भगिनी हा नूतनतया तत्र पद्मा भगिनी नमस्कारः नमस्ते भगिनि नरसिंहगडमहोदय नमस्कारः नमस्ते महोदय विमला विमला भगिनी नमस्कारः भगिनि नमस्कारः भगिनि समीचीनं अस्तु तर्हि ततः तर्हि तत्र मूलविषये यद्यपि तत्र भेदः अपि पृथक्त्वमस्ति संयोगस्य आधारेण एतत् सर्वं कर्तुं शक्नुमः इति मनसि निधाय तत्र संयोगस्य विषये किञ्चित् गभीरचिन्तनं भवेत् तत्र वयम् अस्माकम् उदाहरणमस्ति तत्र हस्त अपि शरीर तत्र संयोगः वा अथवा तत्र स्पर्शः इति गुणः तत्र संयोगः भवेत् स्पर्शः भवेत् तत्र संयोगः तत्र हस्तेन वयं तत्र पुस्तकं स्पृशामः तर्हि तत्र हस्तपुस्तकयोः संयोगः अभवत् तदनन्तरं तत्र शरीरस्य अपि तत्र पुस्तकयोः तयोः मध्ये अपि तत्र संयोगः भवति किन्तु तत्र यद्यपि तत्र संयोगद्वयं वर्तते किन्तु तयोः मध्ये भेदः अस्ति नाम समानं न संयोगः संयोगौ समानौ न स्तः इति अस्माकं चिन्तनं तत्र मृणालिनिबन्धि तत्र हस्तपुस्तकयोः संयोगः कीदृशः अपि तत्र शरीर अपि पुस्तकयोः संयोगः कीदृशः तत्र वयं कर्मजः संयोगजः इति उक्तवन्तः तत्र कः तत्र कः हस्तपुस्तकसम्बन्ध संयोगः कर्मजः परन्तु शरीर पुस्तकसंयोगः तु किं पदमासीत् अन्यत् संयोगजः हा संयोगजः संयोगजः हा उत्तमं तत्र क्रियया प्रथमविधसंयोगः भवति नाम हस्तपुस्तकसंयोगः क्रियया भवति तत्र हस्ते कापि क्रिया भवेत् यया तत्र हस्तः तत्र पुस्तकस्य समीपं गच्छति तर्हि तत्र हस्तपुस्तकयोः संयोगः भवति तदनन्तरं तत्र शरीरस्य अपि तत्र पुस्तकयोः अपि संयोगः भवति किन्तु शरीरपुस्तकयोः संयोगस्य कारणमस्ति हस्तपुस्तकयोः संयोगः. अतः तत्र वयं किं वदामः, तत्र शरीरपुस्तकयोः संयोगः संयोगजः संयोगः इति वदामः. तत्र जः इति पदेन तत्र किञ्चित् सूचयामः न्यायशास्त्रे. तत्र विमला भगिनी, तत्र कर्मजः अथवा तत्र संयोगजः जः जः इति पदार्थं सञ्जातः उद्भवः उत्पद्यत उद्भवः अपि तत्र तयोः मध्ये तत्र जः इत्युक्ते पिता अथवा तत्र माता नाम तत्र जनक अथवा जननी नाम कार्यकारणभावः कार्यकारण अस्तु अस्तु नाम तत्र कर्मजः इत्युक्ते कर्म इव कारणम् एतस्य संयोगस्य. संयोगजः इत्युक्ते एतस्य संयोगस्य कारणं संयोगः अन्य संयोगः अन्यसंयोगः भवति इति. उत्तमम्. अतः तत्र कर्मजः संयोगः संयोगजः संयोगः इति वयं दृष्टवन्तः. अपि तत्र क्रिया किमर्थं तत्र शरीरसंयोग शरीरपुस्तकयोः संयोगस्य कारणं किमर्थं क्रिया न भवति नाम क्रियया हस्तपुस्तकयोः संयोगः जातः. हस्तपुस्तकयोः संयोगेन पुनः शरीरपुस्तकयोः संयोगः जातः. तर्हि किमर्थं वयं तत्र शरीरपुस्तकयोः संयोगस्य कारणं क्रिया नास्ति इति चिन्तयामः? तर्हि तत्र उदाहरणम् अस्ति, तत्र दृश्यते खलु एतत्. अस्तु, हा, तर्हि तत्र उदाहरणमस्ति तत्र घटः इति, तत्र घटः इति कार्यम् इति चिन्तयामः. तर्हि घटस्य निर्माता कुलालः कोऽपि भवति, कुलालस्य पिता अस्ति. तर्हि तत्र हा नीता भगिनी, तर्हि तत्र घटं प्रति कारणं कुलालः भवति खलु? अपि कुलालं प्रति पिता कारणं भवति खलु? किन्तु तत्र पिता किमर्थं घटं प्रति, तर्हि तत्र पिता कुलालस्य पिता घटं प्रति कारणं नास्ति वा? नास्ति, यतोहि तत् कारणस्य कारणं यत् अस्ति, कारणस्य कारणं कार्यस्य प्रति कारणम् एवं न भवति इति. इति अस्ति, समीचीनं. अपि तत्र तस्मिन् विषये यदि किञ्चित् चिन्तयामः, तत्र किम् अस्ति, घटस्य निर्माणसमये खलु तत्र कारणं भवेत् खलु. घटः इति कार्यं घटस्य अधिकरणे तत्र कारणं भवेत् खलु. सर्वदा भवेत्, पूर्वस्मिन् क्षणे भवेत् इति अस्ति खलु, कार्यात् प्राक् भवेत् इति, पूर्वस्मिन् क्षणे भवेत् इति. तर्हि तत्र एतत् सर्वदा न भवति खलु, नाम कुलालः यदि घटं निर्माति तदा तत्र कुलालस्य पिता अपि तत्र एव अस्ति इति तु नास्ति खलु. तर्हि तत्र पिता इति कुलालस्य पिता घटं प्रति कारणम् इति न चिन्तयामः. तथैव अत्र यद्यपि हस्तपुस्तकसंयोगः शरीरपुस्तकसंयोगं प्रति कारणम् अस्ति, अपि क्रिया हस्तपुस्तकसंयोगं प्रति कारणम् अस्ति, किन्तु क्रिया शरीरपुस्तकसंयोगं प्रति कारणं नास्ति, यतोहि तत्र कारणस्य कारणम् इति भवति तत्र. अतः यथा पिता घटं प्रति कारणं नास्ति, कुलालस्य पिता घटं प्रति कारणं नास्ति, तथैव हस्तपुस्तकसंयोगस्य कारणं यत्किमपि भवेत् तत् कारणं शरीरपुस्तकसंयोगं प्रति कारणं न भवति, नास्ति. अत्र क्रिया इति उदाहरणम्, एषा क्रिया अत्र शरीरपुस्तकसंयोगं प्रति कारणं नास्ति इति कृत्वा एतत् शरीरपुस्तकसंयोगः कर्मजः नास्ति, किन्तु संयोगजः संयोगजः इति अस्ति संयोगजः अस्ति इति एतावत् वयं पठितवन्तः. अस्मिन् विषये कोऽपि तत्र प्रश्नः स्पष्टमस्ति इदानीं? तर्हि तत्र इदानीम् अग्रे गन्तुं शक्नुमः वा? आम् आचार्य. अस्तु अस्तु तर्हि तर्हि तत्र अथ आरम्भं कुर्मः तद्वत् हस्ते जातया इति. तर्हि तत्र अशोभगिनी भवती एव आरम्भं करोति वा? महोदय तद्वत् हस्ते अस्तु तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा. पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः. यदि समग्रहस्तः न चलति अपि तु अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः, तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह, तदानीं हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः. तत्र अङ्गुलीषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा. पुनः हस्तपुस्तकयोः संयोगजः संयोगः भगिनि तावत् तावत् पर्यन्तं तत्र एतावत् पर्यन्तं अन्यथा सिद्धा. अस्तु महोदय तत् अस्तु. इदानीं तद्वत् हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः. अतः वयं दृष्टवन्तः तत्र हस्तस्य अपि च पुस्तकस्य संयोगः जायते चेत् तत्र इदानीं हस्ते क्रिया भवति. अतः हस्ते जातया क्रियया हस्तपुस्तकयोः कर्मजः संयोगः. तत्र संयोगस्य कारणं हस्त पुस्तकयोः संयोगः इति क्रिया संयोगस्य क्रियया कर्मजः इत्युक्ते क्रिया इति क्रियया क्रियया जातः जन्यः क्रियया जन्यः संयोगः इति. अतः कर्मजः संयोगः भवति. शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा. तत्र अन्यथा सिद्धा इत्युक्ते शरीरपुस्तकयोः संयोगं प्रति इदानीं हस्ते क्रिया अभवत् येन हस्तपुस्तकयोः संयोगः अभवत् इति कृत्वा शरीरे अपि तदेव संयोगः कर्मजः इति वक्तुं शक्नुमः इति नास्ति. यतोहि हस्तः अवयवः अवयवस्य अवयवं किम् अवयवेन प्रथमं संयोगः तदनन्तरम् एव अवयविनी संयोगः भवति. अतः अपि च तत्र अधिकरणे भिन्ने हस्त पुस्तकसंयोगे अधिकरणमस्ति हस्तम्. इदानीं तस्य अधिकरणं शरीरं नास्ति. तदेव संयोगस्य अधिकरणं शरीरं नास्ति. अतः तत्र अवयव अवयवी नोः अवयनयोः संयोगः भिन्नः भवति. इदानीं शरीरपुस्तकयोः संयोगं प्रति हस्ते विद्यमाना क्रिया अन्यथा सिद्धा इत्युक्ते तत्र पुनः हस्तस्य अवयवाः सन्ति. भगिनि तत्र अन्यथा सिद्धा नाम तत्र कारणं नास्ति. कारणं नास्ति इत्युक्ते हस्ते जाता क्रिया कारणं नास्ति शरीरपुस्तकयोः संयोगं प्रति. हा यथा तत्र उदाहरणं तत्र प्रसिद्ध उदाहरणमस्ति कुलालस्य पिता घटं प्रति अन्यथा अस्ति. यतोहि तत्र सः तत्र कुलालस् घटस्य उत्पत्तेः कारणं नासीत् तत्र सर्वदा नासीत् पूर्वस्मिन् क्षणे नासीत्. पूर्वस्मिन् क्षणे सर्वदा न भवति इति कृत्वा तत्र कारणम् इति न स्वीकर्तुम् अङ्गीकर्तुं शक्नुमः शक्नुमः अत्रापि तथैव तत्र कारणस्य कारणम् अन्यथा सिद्धा हा कारणम् अस्ति इति अन्यथा सिद्धा इति वदामः वदामः यतोहि कारणस्य कारणमस्ति क्रिया सत्यं कारणस्य कारणम् आम् शरीरपुस्तकसंयोगस्य कारणस्य कारणमस्ति क्रिया नाम तत्र कारणं पुनः कारणं तथैव तस्य कारणं एषः संयोगः तस्य कारणं क्रिया अस्ति कारणस्य कारणम् इति कृत्वा तत्र संयोगजः अन्यथा सिद्धा इति चिन्तनम् अन्यथा सिद्ध नाम तत्र अस्तु वस्तुतः एकः प्रथमं भवति अन्यः अग्रे भवति किन्तु मध्ये तत्र अन्यत् कार्यम् आगच्छति इति कृत्वा तत्र साक्षात् कारणं नास्ति कारणस्य कारणम् अस्ति इति भवति चेत् तत्र वयं चिन्तयामः तत् साक्षात् कारणं नास्ति तर्हि अन्यथा सिद्ध महोदय प्रश्नः अस्ति अत्र संयोगे अधिकरणम् अस्ति इति भगिन्या उक्तमिति मया श्रुतम् अत्र अधिकरणं कुतः आगतः संयोगः केवलं द्वयोः मध्ये खलु अत्र अधिकरणमिति नास्ति खलु न नाम संयोगः कुत्र कुत्र वर्तते नाम हस्तपुस्तकयोः संयोगः भवति चेत् परन्तु तत्र अधिकरणं नास्ति न अस्ति साक्षात् वर्तते तस्य महत्त्वम् अग्रे भवति किन्तु संयोगः हस्तपुस्तकयोः संयोगः इति चिन्तयामः संयोगः इति गुणः खलु अस्तु अत्र अस्तु तर्हि संयोगः कुत्र अस्ति इत्युक्ते संयोगः द्विनिष्ठः इति वदामः अस्तु यतोहि पुस्तकेपि पुस्तके अपि अस्ति हस्ते अपि अस्ति अस्तु परन्तु अत्र आधेय आधारभावः नास्ति खलु अधिकरण आधेयाधिकरणभावः अस्ति वा आधेयः संयोगः आधेयः अस्ति संयोगः तत्र नाम यदि पुस्तक एतस्य उदाहरणं स्वीकुर्मः पुस्तक हस्तपुस्तकयोः संयोगः तर्हि एषः संयोगः कुत्र कुत्र अस्ति इत्युक्ते हस्ते अस्ति पुस्तके अपि अस्ति संयोगः द्विनिष्ठः अस्ति एकः आधेयः एकः अधिकरणम् इति वक्तुं न शक्नुमः खलु सत्यं भगिनि द्विनिष्ठः अस्ति तत्र सत्यं तादृश अस्तु अस्तु अस्तु इदानीम् अवगच्छामि एकमेव अधिकरणम् इति न वक्तुं शक्नुमः यतोहि तस्य अधिकरणं द्वावपि संयोगे एव सन्ति सत्यं भगिनि संयोगः हस्ते अपि अस्ति पुस्तके अपि अस्ति सत्यं किन्तु शरीरपुस्तकसंयोगः सः कुत्र वर्तते इत्युक्ते सः अपि द्विनिष्ठः सः शरीरे वर्तते पुनः पुस्तके वर्तते परम्परया न भिन्नः भिन्नः परम्परया इति नास्ति यतोहि संयोगः इति यदि वदामः तत्र परम्परासम्बन्धः न अस्ति अस्ति केवलं समवाये अस्ति खलु अतः एव तत्र आश्रयस्य आधारेण शरीरपुस्तकसंयोगः भिन्नः अपि हस्तपुस्तकसंयोगः भिन्नः इति वक्तुं शक्नुमः यतोहि महोदय तत्र हस्तपुस्तकयोः संयोगः प्रथम असमवायकारणं वा सत्यं तत्र संयोगः इति गुणः तत्र तथैव अस्ति भगिनि उत्तमं हस्तपुस्तकसंयोगः शरीरपुस्तकसंयोगस्य असमवायी कारणम् अस्ति प्रथमविद असमवायी अथवा न द्वितीयविद प्रायशः अस्ति इति मन्ये द्वितीयविद असमवायी कारणम् द्वितीयविधः अस्ति तत्र घटे विद्यमानरूपं प्रति कपाले विद्यमानरूपं कारणं भवति द्वितीयविध असमवायिकारणमस्ति तथैव शरीरे विद्यमानं तत्र घटः कपालः कपालः तादात्म्यसम्बन्धेन कपाले स्थित्वा समवायेन घटं जनयति तत्र कपाल तत्र कपालद्वयसंयोगः इति गुणः भवति तदपि कपाले अस्ति अपि च किन्तु तद् अस्ति तद् प्रथमविध असमवायिकारणम् इति किन्तु तत्र किं भवति कार्यमस्ति घटः साक्षात् घटः कार्यम् अस्ति तत्र आमामां खलु आम् कपालः तत्र प्रति कारणं समवायिकरणं कपाले विद्यमानः संयोगः घटं प्रति कारणं तदस्ति असमवायिकारणं सत्यं प्रथमविध असमवायिकारणं किन्तु अत्र अस्मिन् उदाहरणे संयोगः एव तत्र कार्यं यत्र तत्र संयोग यथा तत्र कपाले रूपम् अस्ति अपि तत्र घटे अपि रूपम् अस्ति कपाले विद्यमानं रूपं घटे विद्यमानं रूपं प्रति कारणमस्ति तथैव शरीरे विद्यमानः संयोगं प्रति हस्ते विद्यमानः संयोगः कारणमस्ति अतः तत्र द्वितीयविध असमवायिकरणं भवति तत्र समीचीनं वा अस्तु अस्तु तर्हि अग्रे सरामः तर्हि भगिनी यदि इति आरभ्य न न क्षम्यतां पुनः हस्तस्य शुभभगिनी अस्तु पुनः हस्तस्य अवयवाः सन्ति अङ्गुल्यः अस्तु इदानीं हस्तस्य अवयवाः अङ्गुल्यः इति तान् स्वीकुर्मः यदि समग्रहस्तः न चलति अपि तु अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः अस्तु इदानीं समग्रहस्तेन किं तत्र किमपि न स्पृशामः तत्र संयोगः न भवति इदानीं तत्र किं सः वक्तुम् इच्छति इत्युक्ते तत्र पूर्वम् उदाहरणं किम् आसीत् हस्तेन इत्युक्ते समग्रहस्तेन क्रिया अभवत् हस्तेन पुस्तकं समग्रहस्तेन क्रिया अभवत् अपि शरीरं हस्तस्य तत्र अवयवी शरीरस्य अवयवः इति आम् आम् आम् इदानीं शरीरं त्यजामः शरीरं त्यजामः केवलं हस्तम् अपि च अङ्गुल्यः इति स्वीकृत्य किं चिन्तनं इदानीं तत्र समग्रहस्तेन क्रिया न जाता किन्तु केवलम् अङ्गुलीषु एव क्रिया उत्पन्ना इति चिन्तयामः इत्युक्ते पुस्तकम् अङ्गुलीषु अङ्गुलीनां प्रायशः अङ्गुल्या इति अङ्गुल्या अङ्गुल् तत्र बहुवचने अङ्गुली क्षम्यताम् अङ्गुलीभिः अङ्गुलीभिः स्वीकृतम् इति चिन्तयामः चेत् तया च अङ्गुलीनां संयोगः भवति पुस्तकेन सह केवलम् अङ्गुलीनां संयोगः भवति इदानीं पुस्तकेन सह तदानीं हस्तपुस्तकयोः संयोगः संयोगजः न तु कर्मजः इदानीम् अत्र अवयवी अवयवः अवयवाः अङ्गुल्यः अपि च हस्तः अवयवी भवति अतः अङ्गुलीनां संयोगः भवति तदस्ति कर्मजः अपि च हस्तपुस्तकयोः संयोगः भवति संयोगजः कारणस्य कारणं कारणमस्ति अङ्गुलीपुस्तकयोः संयोगः कारणस्य कारणं भवति संयोगजः इति तत्र हस्तः अतः इति तत्र कारणस्य कारणम् इति कृत्वा संयोगजः इति वदामः तत्र न तु कर्मजः इति समीचीनं भगिनि तर्हि तत्र अङ्गुल्यः क्रियोग न तु कर्मजः तत्र प्रायशः संयोगं प्रति अत्र प्रायशः तावत् समीचीनं न तु कर्मजः इति तावत्पर्यन्तं पठितवती. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे अन्य कोऽपि कुर्यात्. तर्हि तत्र अग्रे पद्मा भगिनी अग्रे पठति वा? तत्र इति तत्र अङ्गेषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा. पुनः हस्तपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम्. अथवा अङ्गुल्यः साक्षात् शरीरस्य अवयवाः न तु हस्तस्य इति अवलम्ब्य अङ्गुली पुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगं प्रति कारणम्. तत्र अङ्गुलीषु अहं पुनः पठामि वा? इतोपि अधुना तदपि वा? अधुना एकस्य द्रव्यस्य अवयवाः एतावदेव एतावदेव भगिनि एतावदेव. तर्हि तत्र तत्र इति आरभ्य अङ्गुलीषु विद्यमाना क्रिया हस्तपुस्तकयोः संयोगं प्रति अन्यथा सिद्धा. इत्युक्ते अङ्गुलीषु अङ्गुली अङ्गुलीं अङ्गुलीः उपयुज्य एव वयं क्रियां कुर्मः, पुस्तकं स्वीकुर्मः. अतः अङ्गुलीषु क्रिया वर्तते. तत् क्रिया हस्तपुस्तकयोः संयोगः एव कारणं. तत्र हस्तपुस्तकयोः संयोगसम्बन्धः अस्ति. तत् प्रति कारणं न भवति. क्रिया कारणं न भवति. उत्तमं. हा, नाम अङ्गुलीषु विद्यमाना क्रिया, तत्र अङ्गुली अपि पुस्तकयोः मध्ये संयोगं प्रति कारणमस्ति. कारणमस्ति आम्. किन्तु हस्तपुस्तकयोः संयोगं प्रति कारणं नास्ति. अङ्गुलीपुस्तकयोः संयोगसम्बन्धः, तत्र क्रियाकारणं भवति. संयोगः तत्र भवति. परन्तु हस्तपुस्तकयोः संयोगं प्रति तत् क्रियाकारणं न भवति. अतः गजः संयोगः एव भवति. हा, हस्तपुस्तकयोः संयोगः संयोगजः संयोगः भवति अत्र. पुनः हस्तपुस्तकयोः संयोगजः संयोगः शरीरपुस्तकयोः संयोगं प्रति कारणम्. हस्तपुस्तकयोः कारणं किं? संयोगजः संयोगः एव कारणम्. तद् शरीरपुस्तकयोः संयोगं प्रति कारणं भवति इति अस्ति. तर्हि तत्र एतावत् तत्र चित्ररूपेण कुर्मः भगिनि, यतोहि तत्र स्पष्टता भवेत् इति मन्ये. नाम पूर्वं तत्र एकनिमिषं तत्र एतत् कुर्मः. कुत्र स्मः वयम्? अत्र स्मः. अस्तु, तर्हि अत्र अस्तु. तर्हि पूर्वं किम् आसीत् तत्र अस्माकम् उदाहरणे? तत्र हस्तः अपि तत्र शरीरम् तर्हि अत्र तत्र अस्तु एकनिमिषं किञ्चित् तत्र अस्तु अत्र किम् आसीत् तत्र अत्र संयोगः आसीत् कर्मजः खलु. हस्ते विद्यमानसंयोगः कर्मजः, अपि शरीरे विद्यमानसंयोगः आसीत् संयोगजः. खलु, इदानीं तत्र तत्र शरीरमासीत् अवयवी, हस्तः आसीत् अवयवः. खलु, इदानीं तत्र अङ्गुली अपि हस्तः, तत्र अवयव अवयवाः अपि अवयवी कः अत्र? भगिनि इदानीं तत्र अङ्गुली अपि हस्तः, तत्र अवयवी अस्ति भगिनि? अत्र हस्तस्य स्थाने अङ्गुली भवति खलु, उत्तमं, हा समीचीनं भगिनि, इति एव अस्ति, तावदेव खलु. तर्हि तत्र अङ्गुली अपि अत्र हस्तः. तर्हि तत्र एषः तत्र स अङ्गुल्यां विद्यमाना क्रिया, तत्र संयोगः विद्यमानः संयोगः कर्मजः अस्ति, हस्ते विद्यमानः संयोगः संयोगजः अस्ति खलु. हा पुनः यदि तत्र सर्वं मिलित्वा वक्तुम् इच्छामः, नाम अङ्गुली, हस्तः, शरीरं सर्वं, तर्हि तत्र स्तरत्रयम् इति चिन्तयामः, नाम अङ्गुलि हस्तस्य अवयवः, हस्तः पुनः शरीरस्य अवयवः इति चिन्तयामश्चेत्, तर्हि एषः कर्मजः, एषः संयोगजः, पुनः एतेन संयोगजेन संयोगेन अत्र संयोगः भवति इति, तावदेव उक्तम् अत्र. शरीरपुस्तकयोः संयोगः संयोगजसंयोगजसम्बन्धः वा संयोगसम्बन्धः? सत्यं तादृशम् अस्ति, नाम तत्र संयोगजः एव, किन्तु तत्र संयोगजसंयोगजेन तत्र इति अस्ति. हा तावदेव, तत्र स्थिरत्रयं स्तरत्रयम् इति चिन्तयामः. अथवा एतावत् प्रथमविध, नाम तत्र साक्षात् स्तरत्रयम् इति चिन्तयामः, नाम तत्र अङ्गुली अङ्गुली अपि तत्र अङ्गुली अस्ति, तत्र हस्तस्य अधिकरणं, पुनः हस्त अस्ति शरीरस्य अधिकरणम् इति यदि चिन्तयामः, तर्हि तत्र कर्मजसंयोगः अत्र भवति, संयोगजसंयोगः अत्र भवति, संयोगजसंयोगः अत्र भवति उपरि. एतावत्. इदानीम् अथवा इति अङ्गुल्यः साक्षात् शरीरस्य अवयवाः न तु हस्तस्य इति अवलम्ब्य अङ्गुलीपुस्तकयोः संयोगः एव शरीरपुस्तकयोः संयोगं प्रति कारणम्. अङ्गुल्यः शरीर अङ्गुल्यः शरीर द्वयोः एव अवयव अवयवी सम्बन्धः अस्ति इति अपि कल्पयितुं शक्नुमः. किं भवति? अङ्गुल्यः अवयवाः, शरीरम् अवयवी. सत्यं सत्यं भगिनि. नाम मध्ये एतत् त्यजामः तावदेव, तत्र एतद् मास्तु इति अस्माकं चिन्तनम्, एतद् मास्तु इति चिन्तयामश्चेत् तत्र एषः अत्र विद्यमानः संयोगः कर्मजः संयोगः अस्ति, किन्तु अत्र साक्षात् संयोगजः संयोगः एव अस्ति, तस्य कारणमस्ति अङ्गुल्यां विद्यमानः संयोगः. एतादृशं वक्तुं शक्नुमः भवती, अङ्गुली अस्ति, अङ्गुल्यः तत्र क्रिया संयोगसम्बन्धेन अस्ति, अङ्गुली एव अवयवः. तत्र क्रिया संयोगसम्बन्धेन अस्ति इति नाम क्रिया इति तत्र क्रियया संयोग क्रियया संयोगः जायते, नाम क्रिया अस्ति संयोगस्य कारणम् नाम पुस्तकं तत्र अस्ति, मम हस्त अत्र अस्ति, क्रियया हस्तः पुस्तकं प्रति गच्छति, तदनन्तरं संयोगः भवति खलु. अस्तु, द्वयोः कः सम्बन्धः अस्ति? क्रिया अस्तु अस्तु अस्तु प्रथमतया अस्तु, तत्र अहं हस्तशरीर इति उदाहरणे अहम् उक्तवान् नाम हस्ते हस्तः अपि शरीरम् इति स्वीकृत्य अहं चिन्तितवान्. नाम हस्तः हस्ते विद्यमाना क्रिया तया क्रियया हस्तपुस्तकयोः संयोगः जायते इति. इदानीं तत्र अङ्गुलीषु क्रिया भवेत्, अङ्गुलिषु क्रिया भवेत्, सा च क्रिया तया च क्रियया अङ्गुलिभिः अपि पुस्तके पुस्तकद्वयोः मध्ये तत्र संयोगः भवति. तदनन्तरं भगिनि सत्यं क्रिया तु समवायसम्बन्धेन तत्र अङ्गुलीषु भवति. वक्तुं शक्नुमः भवती क्रिया समवायसम्बन्धेन अङ्गुल्यां स्थित्वा समवेतत्वेन शरीरं प्रति समवायेन एव शरीरे अस्ति नाम तत्र न तत्र कः नाम अस्तु तर्हि तत्र केवलं तत् अङ्गुलि इति स्वीकुर्मः. अङ्गुलि इति अधिकरणम् अङ्गुल्यां क्रिया भवति, अङ्गुल्यां क्रिया भवति तर्हि तत्र अङ्गुलि अस्मिन् तत्र क्रिया अस्ति, एषा क्रिया अङ्गुलिपुस्तकयोः संयोगं प्रति कारणं, तर्हि संयोगः अत्र अस्ति खलु. अङ्गुल्यां संयोगः अपि समवायेन वर्तते, क्रिया अपि संयोगेन क्षम्यतां समवायेन अङ्गुल्यां वर्तते. संयोगः अपि अङ्गुल्याम् अस्ति, क्रिया अपि अङ्गुल्याम् अस्ति. अङ्गुल्यां संयोगः अपि अस्ति, अस्तु, क्रिया अपि अस्ति. संयोगः इति गुणः, संयोगः इति गुणः, स च गुणः समवायसम्बन्धेन अङ्गुल्याम् अस्ति, अङ्गुलि अस्ति तस्य समवायीकारणं, क्रियायाः समवायीकारणमपि अङ्गुलि एव अस्ति. तर्हि तयोः मध्ये कार्यकारणभावः वर्तते. तर्हि तत्र अत्र हि अङ्गुलि प्रथममस्ति, एकभागे क्रिया इति भवान् लिखितवान् खलु, तत्र क्रिया सम्बन्धः अस्ति समवायसम्बन्धः. सत्यं सत्यं अत्र संयोगः इति लिखितवान् खलु, तत्र शरीरम् इति भवान् स्वीकरोतु इति. किन्तु भगिनि तत्र शरीरम् इति शरीरे विद्यमानसंयोगं प्रति तत्र एषा क्रिया कारणं न भवति. इति एव तथैव नाम तत्र एतदेव अस्माकं अहं लिखामि, किन्तु तत्र शरीरम् इति भवति. अस्तु एकनिमिष तत्र किञ्चित् तर्हि तत्र अत्र नयामः. तर्हि तत्र किं भवति भगिनि, तर्हि तत्र तत्र शरीरम् इति अत्र अस्ति, शरीरम् अपि अङ्गुलि अधिकरणं किम्, आदेयः कः? अधिकरणम् अङ्गुलि. तर्हि तत्र तादृशं भवति, शरीरम् अङ्गुल्याम् अस्ति, अपि शरीरे विद्यमानः संयोगः भिन्नः अस्ति. अतः तत्र किं भवति, अत्र कार्यकारणभावः वर्तते साक्षात्, नाम अत्र कार्यकारणभावः अस्ति, अपि अत्र अपि कार्यकारणभावः अस्ति. किन्तु अत्र कार्यकारणभावः नास्ति. समीचीनं वा? यथा तत्र अस्माकम् उदाहरणं नाम कुलालस्य पिता, नाम कुलालः घटं प्रति कारणमस्ति, कुलालस्य पिता कुलालं प्रति कारणमस्ति. किन्तु कुलालस्य पिता घटं प्रति कारणं नास्ति. तथैव अत्र शरीरे विद्यमान, तत्र इदानीं तत्र केवलं शरीरम् अपि अङ्गुली इति एव अस्माकं चिन्तनं. तर्हि तत्र क्रियया अङ्गुल्यां संयोगः भवति पुस्तकेन सह संयोगः, पुनः एतेन संयोगेन अङ्गुल्यां विद्यमानः विद्यमानेन संयोगेन पुनः शरीरे संयोगः जायते. एषः संयोगः शरीरे यः अस्ति तस्य कारणमस्ति अङ्गुल्यां विद्यमानः संयोगः. तर्हि एषः संयोगः अङ्गुल्यां विद्यमानः संयोगः शरीरसंयोगं प्रति कारणमस्ति, अङ्गुल्यां विद्यमानः संयोगं प्रति क्रियाकारणमस्ति. तर्हि अत्रापि कार्यकारणभावः अस्ति, अत्रापि कार्यकारणभावः अस्ति, किन्तु अत्र पिता कुलालः घटः इति स्थापयामः, तै अवगच्छामः अत्र कार्यकारणभावः नास्ति इति. समीचीनं वा? तर्हि तत्र कारणस्य कारणं नास्ति इति एव चिन्तनम्. अङ्गुल्यां क्रिया अपि अस्ति, शरीरमपि अस्ति. क्रिया एव अङ्गुली पुस्तकयोः कारणमस्ति. अनन्तरम् एतत् संयोगसम्बन्धः एव शरीरपुस्तकयोः विद्यमानसंयोगं प्रति कारणम्. सत्यं भगिनि, हा इति अस्ति भगिनि. किन्तु भवती यत् उक्तवती नाम तत्र कीदृशकारणम् इति चिन्तने तत्र किं भवति, शोभभग्ने अपि तस्मिन् विषये उक्तवती नाम तत्र अत्र किं भवति कारणम् इति उक्तवन्तः. अत्र भवति द्वितीयविद अत्र अस्ति द्वितीयविद असमवायिकारणम्. एषः संयोगः एतं संयोगं प्रति कारणमस्ति द्वितीयविद असमवायिकारणम्. तत्र परम्परासम्बन्धेन एव तत्र नेतव्यमस्ति, तत्र समानादिकरणं करणीयमस्ति अत्र. यतोहि एषः सम्बन्धः अङ्गुल्याम् अस्ति, एषः संयोगः शरीरे अस्ति, तर्हि तत्र समानादिकरणं कर्तुम् इच्छामश्चेत् एकनिमिषं. द्वितीयविद असमवायः इति कथम् इति संयोगः अङ्गुल्यां गुणः, संयोगः इति गुणः अङ्गुल्यां समवायसम्बन्धेन अस्ति इति स्वीकर्तुं शक्नुमः. सत्यं, अत्र शरीरे अपि संयोगः इति गुणः समवायसम्बन्धेन अस्ति. आम् सत्यम्. ओ अस्तु, तर्हि तत्र भगिनी तत्र यदि स्मरति चेत् नाम तत्र केवलं द्वितीयविध असमवायिकारणे एव तत्र एकः सम्बन्धः अस्ति, परम्परासम्बन्धः. अन्यत्र तत्र प्रथमविध असमवायिकारणे तत्र सम्बन्धः तत्र परम्परासम्बन्धः न आगतः. तत्र आसीत् तत्र अस्ति तत्र तत्र प्रथमतया तत्र सोपानेन गच्छामः नाम समवायिकारणे सम्बन्धद्वयम् अस्ति तादात्म्यसम्बन्धः अपि समवायसम्बन्धः तदनन्तरम् असमवायिकारणे प्रथमविध असमवायिकारणे किं भवति सम्बन्धद्वयमपि समवायः एव अस्ति कारणमपि समवायसम्बन्धेन अधिकरणे वर्तते कार्यमपि अधिकरणे समवायसम्बन्धेन वर्तते प्रथमविध असमवायिकारणे द्वितीयविध असमवायिकारणे तत्र यथा इच्छा किन्तु तत्र एकः तत्र समवायसम्बन्धः चिन्तयामश्चेत् अन्यः भवति तत्र परम्परासम्बन्धः किन्तु परम्परासम्बन्धः आगच्छति एव तर्हि तत्र किं भवति अत्र कार्यकारणभावः कः इत्युक्ते द्वितीयविध असमवायीकारणं नाम तत्र संयोगस्थले तत्र अत्र कपालः इति स्थापयतु घटः इति स्थापयतु रूपं रूपम् इति स्थापयतु तदेव अस्माकं प्रथम उदाहरणम् आसीत् घटे घटः घटे विद्यमानं रूपं प्रति कपाले विद्यमानं रूपं कारणम् अस्ति तर्हि तत्र अस्मिन् सन्दर्भे द्वितीयविध असमायिकारणम् अस्ति अत्र किम् अस्ति वदतु भगिनि इत्युक्ते तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति तत्र शरीरस्य संयोगः भवति वा तत्र शरीरम् इत्यस्य उपरि संयोगः अस्ति अङ्गुलि इत्यस्य उपरि संयोगः तदेव अङ्गुलि इत्यस्य उपरि स्थितः संयोगः कारणं तद् अङ्गुल्याम् अस्ति अपि च यत् संयोगः शरीरम् इत्यस्य उपरि अस्ति तदपि तत्र एव समवेतं भवति खलु तस्मिन् एव अङ्गुल्याम् अतः तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् इति भवति खलु महोदय तादृशम् अस्ति भगिनि तादृशम् अस्ति सत्यं क्रिया इति तत्र कार्यं न क्रिया इति कार्यं नास्ति न न अत्र केवलं एतदेव अस्ति भगिनि क्रिया इति न आगच्छति भवती कस्मिन् तत्र अत्र कार्यकारणभावः तत्र एकः अस्ति क्रिया संयोगः अङ्गुली नाम क्रियया अङ्गुलीपुस्तकयोः संयोगः जातः इति खलु अपि अन्यः अस्ति अङ्गुल्यां विद्यमानः संयोगेन शरीरे विद्यमानः संयोगः जातः इति खलु तर्हि तत्र द्वितीय असमवायकारणं कथं उक्तवान् महोदय भगिनि यथा यथा तत्र रूपम् अस्ति रूपं तत्र घटे विद्यमानं रूपं प्रति तत्र रूपम् इति चिन्तयतु रूपम् अथवा परिमाणम् अपि वयं स्वीकृतवन्तः तर्हि कपालः घटः तर्हि तत्र यदि वयं दृष्टवन्तः यदि कपालः इति अधिकरणम् इति स्वीकर्तुम् इच्छामः तर्हि रूपं तु साक्षात् कपाले अस्ति समवायसम्बन्धेन खलु किन्तु घटे विद्यमानं रूपं समयसम्बन्धेन कपाले नास्ति परम्परासम्बन्धेन कपाले वर्तते तर्हि तत्र ये कपाले विद्यमानं रूपं कारणं तु अस्ति घटे विद्यमानं रूपं प्रति कारणं तु अस्ति किन्तु समानाधिकरणं यदि कर्तुम् इच्छामः अपि कपालः अधिकरणम् इति स्वीकर्तुम् इच्छामः तर्हि तत्र समवायसम्बन्धः एकः सम्बन्धः समवायसम्बन्धः अपि अन्यः सम्बन्धः भवति परम्परासम्बन्धः साक्षात् तत्र अधिकरणे नास्ति परम्परया एव तत्र कल्पनीयः अस्ति सम्बन्धः खलु अत्र अपि अङ्गुली इति अधिकरणम् इति यदि चिन्तयामः एषः संयोगः साक्षात् अङ्गुल्याम् अस्ति किन्तु शरीरे विद्यमानः संयोगः परम्परया एव अस्ति अतः एव तत्र द्वितीयविध असमवायिकारणं भवति तत्र तत्र संयोगः इति गुणः भवति तत्र कार्यं कोऽपि नास्ति वा महोदय न एष न भगिनि संयोगः एव कार्यं कार्यं खलु अस्तु तर्हि तत्र संयोगः एव कार्यम् एषः संयोगः तत्र एव क्रिया क्रिया अत्र नास्ति क्रियया कार्यम् अभवत् अस्तु न भगिनि भगिनि अस्तु अस्तु चिन्ता मास्तु क्रियया एषः संयोगः जायते पुनः एतेन संयोगेन एषः संयोगः जायते खलु तर्हि एषः संयोगः एतं संयोगं प्रति कारणमस्ति खलु अतः इदानीं यदि केवलम् अस्मिन् विषये चिन्ता भवति तत्र क्रिया मास्तु क्रिया त्यजामः केवलं संयोगः अङ्गुल्यां विद्यमानः संयोगः कारणमस्ति कं प्रति शरीरे विद्यमानसंयोगं प्रति इति तत् कारणं कीदृशम् इत्युक्ते द्वितीयविध असमवायिकारणम् यदा वयं पूर्वं दृष्टवन्तः तत्र कार्यम् आसीत् अतः किञ्चित् भ्रमः तत्र महोदय द्वितीय असमवायिकारणे कार्यमपि आसीत् अत्रापि कार्यमस्ति संयोगः अस्ति किन्तु अस्तु इदानीं तत्र संयोगः एव कार्यम् अपि च तत्र प्रथमसंयोगद्वयोः भगिनि तत्र द्वितीयविध असमायिकरणं कुत्र भवति इत्युक्ते तत्र यत्र गुणद्वयम् अस्ति अपि अवयव अवयवी तत्र अवयव अवयव अवयवि तयोः मध्ये तत्र कारणकार्यकारणभावः वर्तते खलु इति तत्र रूपं स्थाने परिमाणं वा परिमाणम् इति दृष्टवन्तः तथैव अस्ति अत्र तत्र कपालः घटः कपालः अस्ति तत्र अवयवः घटः अस्ति अवयवी खलु शरीरमस्ति अवयवी अङ्गुली अस्ति अवयवः अत्र हस्तः इति नास्ति इदानीं मध्ये हस्तः नास्ति केवलम् अङ्गुली शरीरं तर्हि अङ्गुली शरीरम् अङ्गुली अवयवः अस्ति शरीरम् अवयवी अस्ति रूपम् इति गुणः अत्र अस्ति रूपम् इति गुणः अस्ति संयोगः इति गुणः अत्र अस्ति संयोगः इति गुणः अत्र अस्ति तर्हि यथा एतत् रूपम् अथवा परिमाणम् अस्य कारणमस्ति एतद् रूपम् अस्य रूपस्य कारणम् अथवा अत्र परिमाणम् इति स्थापयामश्चेत् अत्र परिमाणस्य कारणं भवति तथैव एषः संयोगः एतं संयोगं प्रति कारणं भवति आम् महोदय तर्हि अत्र अस्ति द्वितीयविध असमवायिकारणं सत्यम् अत्र अत्र पुनः कर्म च संयोगः अङ्गुल्यां समवायसम्बन्धेन स्थित्वा समवायित्वसम्बन्धेन संयोगं प्रति कारणम् सत्यं भगिनि सत्यं भगिनि तत्र एव तत्र स्वसमवायित्वसम्बन्धेन एव तत्र एव परम्परासम्बन्धः समीचीनं भगिनि तथैव अस्ति अपि अत्र क्रियया संयोगः जायते इति अत्रापि कार्यकारणभावः अस्ति तत्र क्रिया अस्ति कारणं संयोगं प्रति कीदृशं कारणम् इत्युक्ते तत्र भवति क्रिया कीदृशं कारणमस्ति न कीदृशं कारणं तत्र समवायिकारणं वा असमवायिकारणं वा इति समवायिकारणं तत्र क्रियासंयोगः द्वयोः समवाय क्रिया क्रियवतो न नाम क्रिया अस्ति कारणं संयोगः अस्ति कार्यं खलु आमाम् तर्हि प्रथमं समये कारणं भवति आसीत्। हा शुभभगिनि, तत्र समवायिकारणं वा असमवायिकारणं वा क्रिया? असमवायिकारणं। हा पद्मभगिनी समीचीनं, शुभभगिनी खलु असमवायिकारणमेव भवति खलु। समवायिकारणं सर्वदा द्रव्यं भवति भगिनि, समवायिकारणं सर्वदा द्रव्यम् आश्रयः एव अवयव अवयवे अङ्गुल्याम् अस्ति, संयोगः अपि समवायसम्बन्धेन अङ्गुल्याम् अस्ति, अतः द्वयो प्रथमविधः समवायिकारणं नाम अधिकरणे, हा क्रिया समवायेन अधिकरणे स्थित्वा समवायेन कार्यं संयोगं जनयति, तत्र प्रथमविध असमवायिकारणम् अत्र, द्वितीयविध असमवायिकारणम् अत्र, अपि संयोगस्य कारणम् अङ्गुली, तत्र समवायिकारणं क्रियायाः समवायिकारणं पुनः अङ्गुली आश्रयः इति। अतः अस्मिन् चित्रे यदि चिन्तनं कर्तुम् इच्छन्ति तत्र प्रथमविध प्रथमविध असमवायिकारणमपि अस्ति, द्वितीयविध असमवायिकारणमपि अस्ति, समवायिकारणमपि अस्ति, अन्यथा सिद्धा अपि अस्ति। सम्यक् महोदय। विमला भगिनी प्रश्नः भगिनि। आं महोदय, अत्र वयं अस्माभिः उक्तं यत् द्रव्ययोः मध्ये एव समवायकारणं भवति इति, अत्र द्रव्ययोः मध्ये न, हा द्रव्य द्रव्य समवायिकारणं भवति द्रव्यम्, द्रव्यं समवायकारणमस्ति। आम् आम्, अत्र द्रव्यगुणकर्म सामान्यसमवायविशेष अभावेषु एतेषु क्रिया कुत्र अस्ति, क्रिया कर्मसु अस्ति वा कुत्र अस्ति? हा हा, तत् तस्मिन् विषये तत्र अस्माकं पुस्तके आदौ दत्तमस्ति भगिनि, नाम क्रिया कुत्र भवति इति, क्रिया क्रिया गुणः तत्र क्रिया इति न, गुणः नास्ति, कर्म अस्ति क्रिया, गुणः नास्ति महोदय, गुणः नास्ति, तत्र क्रिया कुत्र कुत्र वर्तते इति प्रथमे तत्र पुस्तकस्य आदौ कुत्र दत्तमस्ति अपक्षेपणं तद्वा, न न न, तत्र चित्रम् अस्ति, तत्र कुत्र कुत्र अहं स्मरामि, तत्र पुटसङ्ख्या किम् अस्ति, पृष्ठसङ्ख्या का अस्ति, तत्र प्रायशः तत्र प्रथमे दशे इति एव तत्र अस्ति, पश्यतु तत्र कुत्र कुत्र किं किं भवति भवितुम् अर्हति इति, गुणः केवलं तत्र द्रव्ये एव भवति, अभावः कर्म अपि द्रव्ये एव भवति महोदय, कर्म अपि द्रव्ये एव भवति, तत्र द्रव्ये द्रव्यं भवति, गुणः भवति, कर्म भवति, सामान्यं भवति, विशेषः भवति, समवायः भवति, अभावः भवति, तत् सत्यम्। अस्माभिः क्रिया इत्युक्ते कर्म इति उच्यते या किम् उच्यते, क्रिया इत्युक्ते किं, कर्म, कर्म, क्रिया इत्युक्ते कर्म, कर्म, अस्तु अस्तु महोदय, धन्यवादः। क्रिया इत्युक्ते कर्म नाम उत्क्षेपणम् इति, कर्म नाम कर्म इति न्यायशास्त्रे, कर्म इति तत्र क्रिया, तत्र वेदान्ते कर्म इति नास्ति, कर्म इत्युक्ते किमपि क्रिया, कापि क्रिया इति, अस्तु धन्यवादः। अतः तत्र क्रियया क्रियायाः अधिकरणं द्रव्यं भवति, गुणस्य अधिकरणं द्रव्यं भवति, अवयव अवयवे तत्र अवयविनोः मध्ये अपि तत्र अधिकरणं द्रव्यं भवति इति कृत्वा तत्र समवायिकारणं साधारणतया तत्र द्रव्यमेव भवति, अधिकरणं भवति। अतः अत्र अस्मिन् उदाहरणे अङ्गुली एव तत्र समवायिकारणं, यायाः समवायिकारणम् अपि संयोगस्य समवायिकारणम्। अतः अधिकरणम् अङ्गुली अस्ति इति कृत्वा एषा क्रिया समवायेन अधिकरणे स्थित्वा समवायेन संयोगं जनयति इति कृत्वा प्रथमविध असमवायिकारणम्। महोदय, धन्यवादः। आचार्य द्वितीयार्ध असमवाय कारणं किञ्चित् पुनः वदतु. प्रथमम् अवगतं, द्वितीयविध असमवायिका यत्र तत्र साक्षात् सामानादिकरणीयं नास्ति तत्र द्वितीयविध असमवायिकारणम् आगच्छति. नाम तत्र अस्माकम् उदाहरणमासीत् तत्र परिमाणम् इति प्रायशः आसीत् इति मन्ये. तत्र कपाले विद्यमानं परिमाणं घटे विद्यमानं परिमाणं प्रति कारणमस्ति. यतोहि तत्र यदि कपालः बृहान् अस्ति चेत् घटः अपि बृहान् भवति खलु. एवम् एवम्. अतः तत्र कार्यकारणभावः आनुभविकः. तर्हि कीदृशः कीदृशं कारणम् इत्युक्ते तत्र अत्र परिमाणम् इति चिन्तयतु. तत्र परिमाणं कपाले विद्यमानं परिमाणं कपाले अस्ति, अपि घटे अत्र परिमाणं घटे एव अस्ति. तर्हि तत्र अधिकरणं समानं नास्ति. तर्हि यदि कपालः अधिकरणम् इति चिन्तयामश्चेत् एकः तु तत्र कारणम् इति परिमाणम् अथवा रूपं तत्र कपाले समवायेन अस्ति, साक्षात् अस्ति. किन्तु अन्यत् यत् अस्ति तत्र परम्परया, नाम अत्रापि समवायसम्बन्धः, पुनः समवायसम्बन्धः, अतः स्वसमवायि समवायित्वसम्बन्धेन अधिकरणे वर्तते कार्यम्. तर्हि परम्परासम्बन्धः, अतः एकः सम्बन्धः समवायः, अन्यः सम्बन्धः साक्षात् नास्ति, कल्पनीयः अस्ति. परम्परासम्बन्धः तत्र स्वसमवायि समवायित्वसम्बन्धेन कल्पयामः तत्र कपाले एतत् कार्यम् अस्ति वर्तते इति. समीचीनम्. आम् आम्. हा नाम तादृशकारण तादृशस्थितिः अत्र अस्ति न. सत्यं. हा सत्यम्. एषः संयोगः शरीरे अस्ति, एषः संयोगः अङ्गुल्याम् अस्ति. अङ्गुली अपि शरीरं भिन्नं, तत् तत्र अङ्गुली शरीरं नास्ति. तर्हि सामानादिकरणीयं साक्षात् न सम्भवति, कल्पनीयः अस्ति. अतः एव तत्र एषः संयोगः स्वसमवायित्वसम्बन्धेन अङ्गुल्याम् अस्ति इति चिन्तनं. तर्हि यद्यपि एषः तत्र कारणं समवायसम्बन्धेन साक्षात् अधिकरणे वर्तते, किन्तु कार्यं परम्परासम्बन्धेन एव वर्तते अधिकरणे. अपि वयं दृष्टवन्तः समवायि नाम अधोगमनं, समवेतः इत्युक्ते उपरि गमनं. तर्हि स्वसमवायि इत्युक्ते संयोगस्य समवायि अस्ति शरीरं, पुनः शरीरस्य समवायि अस्ति अङ्गुली. अतः स्वसमवायि समवायित्वसम्बन्धेन संयोगः अङ्गुल्यां वर्तते. समीचीनम्. अस्तु उत्तमम्. तर्हि इदानीं तत्र उत्तममासीत्. नाम तत्र एतादृशं चित्रं मनसि भवेत् यत्र यत्र कार्यकारणभावः एतत् सर्वं भवति. तत्र उत्तमम् अस्तु. अतः इदानीम् अग्रे सरामः. समीचीनम्. अस्तु अग्रे तत्र योगेन्द्रमहोदय अग्रे पठति वा. महोदय न श्रूयते. महोदय पूर्वमपि न श्रुतम् अतः एव तत्र पुनः आगच्छति वा तत्र. महोदय इदानीं श्रूयते. इदानीं इदानीं श्रूयते महोदय. अस्तु. अधुना इति आरभ्य. अधुना एकस्य द्रव्यस्य अवयवाः सन्ति, तेषां परस्परसंयोगेन किं भवति इति चिन्तनीयम्. अस्माकं नियमः अस्ति अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते किन्तु कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा अस्मिन् विषये स्वस्य विचारः भवतु तदा अग्रे पठनम् सो इदानीम् अधुना एकस्य द्रव्यस्य अवयवः सन्ति तदा परस्परं यः संयोगः भवति तत् किम् इति चिन्तनीयम् अस्माकं नियमः अस्ति अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते संयोगजः संयोगः इत्युक्ते महोदय महोदय तत्र अधुना एकस्य द्रव्यस्य अवयवाः सन्ति अवयवाः सन्ति केवलम् एकः अवयवः इति नास्ति अनेक अवयवाः सन्ति अवयवाः सन्ति इदानीं पूर्वं किम् आसीत् तत्र अवयवः इत्युक्ते अस्माकम् उदाहरणम् आसीत् तत्र हस्तः वा अथवा कपालः इति स्वीकुर्मः कपाल अपि पुस्तकसंयोगः कपालपुस्तकसंयोगेन वयं किम् उक्तवन्तः घटपुस्तकयोः संयोगः जायते खलु एतावत् तत्र विषयः एषः एव आसीत् खलु कपालपुस्तकसंयोगेन घटपुस्तकसंयोगः जायते इति खलु अष्ट घटपुस्तकयोः संयोगेन न किन्तु समीचीनं खलु एतावत् अस्माकं विषयः किम् आसीत् प्रथमतया कपालपुस्तकयोः संयोगः जायते चेत् तेन अथवा हस्तपुस्तकयोः संयोगः जायते तदनन्तरं किं भवति शरीरपुस्तकयोः संयोगः जायते खलु संयोगः जायते तत्र हस्तपुस्तकयोः संयोगः तत्र हस्तः अस्ति अवयवः खलु अवयवः अस्ति सः संयोगः क्रियया जायते कर्मजः संयोगः भवति उत्तमम् तदनन्तरं शरीरपुस्तकयोः संयोगः संयोगजः संयोगः अस्ति इति एतावत् अस्माकं चिन्तनं समीचीनं अत्र तत्र संयोगः प्रथमतया तत्र संयोगः कयोः मध्ये अभवत् प्रथम क्रियया कयोः मध्ये अभवत् हस्तः पुस्तकम् पुस्तकं खलु कयोः मध्ये अभवत् इदानीं विषयः किञ्चित् भिन्नः अस्ति अनेके अवयवाः सन्ति नाम घटस्य निर्माणे तत्र एकः एव कपालः वा अथवा कपालद्वयं किं कपालद्वयम् अपि घटस्य निर्माणं कपालस्य संयोगेन भवति खलु खलु कपालद्वयं नयामः अपि तयोः संयोगः भवति चेदेव घटः भवति खलु इदानीं तत्र अनेके अवयवाः सन्ति तेषाम् इत्युक्ते अवयवानां खलु अवयवानां मध्ये परस्परसंयोगः परस्परसंयोगेन नाम हस्तः अपि पुस्तकं तत् किं परस्परसंयोगः वा तत्र तत्तु पुस्तकं तु अवयवः नास्ति सत्यं महोदय अतः एव तत्र इदानीं भिन्नः विचारः नाम अवयवयोः मध्ये एव तत्र परस्परसंयोगः भवति चेत् तेन संयोगेन किं भवति इति अपि चिन्तनीयम् यदि हस्तद्वयमस्ति इदानीं हस्तद्वयोः तत्र संयोगः भवति नमस्कारसमये इदानीं तेन संयोगेन तत्र किं संयोगः भवति तस्मिन् समये किं हस्त अपि शरीरस्य संयोगः भवति वा तदा संयोगः भवति परन्तु साक्षात् कारणं नास्ति, हस्तहस्तयोः संयोगः भवति यदा नाम तत्र समानमस्ति वा, तत्र सन्दर्भः तत्र स्थितिः नाम हस्तपुस्तक अपि शरीरं, हस्तपुस्तकयोः संयोगेन शरीरपुस्तकयोः संयोगः जायते इति एकम् उदाहरणम्। अन्यत् उदाहरणमस्ति तत्र हस्तः अस्ति, अन्यः हस्तः अस्ति, हस्तयोः परस्परसंयोगः भवति, तेन किं तत्र शरीर हस्तयोः संयोगः भवति वा तदा? तस्मिन् विषये शरीरस्य केन सह संयोगः भवति, किम् उक्तवान् महोदय? न किम् उक्तवान् पुनः वदतु महोदय। पुस्तकं तु भिन्न अस्ति, शरीरात् भिन्न अस्ति, हस्तात् अपि भिन्नः अस्ति। अस्तु, उत्तमं उत्तमम् अस्ति। हस्त तु भिन्न नास्ति शरीरात्, हस्त भिन्नः अस्ति शरीरात् भिन्नः, भिन्न अवयवः अस्ति अवयव, परन्तु अवयव समीचीनं महोदय। अतः एव तत्र अत्र उदाहरणं भिन्नम् अस्ति, किन्तु वदतु। अत्र कपालद्वयसंयोगं यदा संयोगः यदा जायते तदा तस्मिन् क्षणे घटेन सह संयोगः न जायते, अग्रिमक्षणे जायते घटोत्पत्तिः अनन्तरम्। अस्तु, किन्तु तदा अपि तत्र सत्यं तत्र तस्मिन् अग्रिमे क्षणे न जायते, तस्मिन् एव क्षणे न जायते, अग्रिमे क्षणे जायते इति चिन्तयामः, किन्तु किं तत्र कपाल अपि घटयोः मध्ये तत्र संयोगः भवति वा तदा? कपाल तु अवयवी अवयवः भवति खलु, अवयवी घटः। अस्तु, तर्हि भवती किम् एकनिमिषं भगिनि, एकनिमिषः तत्र योगेन्द्रमहोदय पठेत्, तदनन्तरं भवती वदतु। अस्तु, एकनिमिषः। अस्तु, तर्हि योगेन्द्रमहोदय तत्र अस्माकं नियमः इति आरभ्य एकवारं पठतु महोदय। अस्माकं नियमः अस्ति अवयवसंयोगेन अवयविनः संयोगः संयोगः जायते इति अस्माकं नियमः अस्ति खलु, भवान् अङ्गीकरोति खलु? अवयवसंयोगेन, अतः हस्तस्य पुस्तकेन हस्तपुस्तकयोः संयोगेन अवयविनः संयोगः शरीरपुस्तकयोः संयोगः संयोगः जायते इति इति एतावत् वयम् अस्माकं नियमः अस्ति, नियमस्ति अवगच्छामः, समीचीनम् इति चिन्तयामः खलु। किन्तु किन्तु इदानीम् इदानीं नूतन उदाहरणं, कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? वयं किम् उक्तवन्तः, अवयवसंयोगेन घटस्य निर्माणं भवति, अस्माकं नियमः अवयवसंयोगेन अवयविनः संयोगः भवति खलु। इदानीं कपालयोः परस्परसंयोगः भवति, तेन तत्र कपालः इति अवयवः खलु, कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटे संयोगः भवति वा, तत्र घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? यतोहि तत्र घटः अपि कपालः तयोः मध्ये संयोगः इति भवति वा सम्बन्धः? कपालयोः परस्पर यदा संयोगः भवति तेन संयोगेन घटस्य निर्माणं भवति, घटस्य निर्माणं भवति तदा अन्येन मूर्तद्रव्येण सह संयोगः जायते। किमर्थम् एतादृशम् उक्तं, घटस्य संयोगः इति अस्ति खलु, तत्र घटस्य संयोगः तत्र केन सह भवति संयोगः? कपालेन भवति वा भूतलेन सह भवति? न किन्तु कपालेन न भवति वा? कपालेन कपालस्य ध्वंसः भवति, कपालस्य ध्वंसः भवति तदा एव घटस्य निर्माणं भवति. कपालः इदानीमपि अस्ति इति चिन्तयतु. कपालः अस्ति, कपालद्वयमपि अस्ति, तत्र संयोगः अपि अस्ति, घटः अपि अस्ति इदानीं. नाम अथवा यदि भवान् एतत् उदाहरणं न इच्छति, हस्तद्वयं हस्तयोः परस्परहस्तयोः संयोगेन शरीरे संयोगः जायते इति उक्तं खलु. अवयवसंयोगेन अवयविनः संयोगः जायते इति उक्तं खलु. इति उक्तं. तर्हि हस्तद्वयमस्ति, हस्तयोः संयोगः भवति. नमस्कारम् इति चिन्तयतु. तदा अवयवसंयोगः अभवत् खलु. इदानीम् अवयवसंयोगः यदा भवति तदा वयम् उक्तवन्तः अवयविनः अपि संयोगः भवति. तर्हि शरीरस्यापि शरीरेपि संयोगः भवति खलु. आम्. किन्तु प्रश्नः अस्ति, अवयविनः संयोगः जायते परन्तु तत्तु अन्यत् द्रव्येण सह पुस्तकेन सह. परन्तु यदा तर्हि उत्तमं महोदय, तर्हि अस्माकं नियमः यथा लिखितः तथा सम्यक् नास्ति खलु. तत्र परिष्कारः करणीयः, रिफैन्मेण्ट् आवश्यकं खलु तत्र नियमे. इति एव तत्र अतः एव तत्र अस्तु अवयवसंयोगेन अवयविनः संयोगः भवति आमामाम् इति चिन्तनं न करणीयं न्यायशास्त्रे. यत्किमपि लिखितं तस्मिन् विषये प्रश्नः करणीयः कथम् अत्र चिन्तनमस्ति. अस्तु सर्वदा भवति वा? तत्तु नास्ति. यतोहि यदि कपालयोः तत्र हस्तयोः परस्परसम्बन्धः भवति तदा शरीरस्य संयोगः तत्र कथं शरीरस्य संयोगः भवति इति यदि वदामः, संयोगः शरीरस्य संयोगः, किन्तु संयोगः इति वदामः तत्र इच्छा भवति खलु. नाम एकः अस्ति शरीरम्, अन्यः पदार्थः कः इति इच्छा भवति खलु. अन्यः पदार्थः तत्र यथा हस्तपुस्तकयोः संयोगः आसीत् तत्र शरीरपुस्तकयोः संयोगः अभवत्. अत्र हस्त अपि अन्यः हस्तः, तयोः परस्परसम्बन्धः भवति चेत् तत्र किं शरीरहस्तयोः संयोगः इति चिन्तनं वा? किन्तु शरीरहस्तयोः सम्बन्धः कदापि संयोगः न भवति खलु. अवयव अवयवयोः मध्ये सर्वदा समवायसम्बन्धः खलु. समवायसम्बन्धः भवति एव, समवायसम्बन्धः एव. तत्र संयोगसम्बन्धः कदापि न भवति अतः तर्हि तत्र हस्तद्वयं तयोः परस्परसम्बन्ध संयोगसम्बन्धः यदा कल्प्यते तदा यदि वयम् इच्छामः अस्तु शरीरे अपि संयोगः जायते, किन्तु संयोगः केन सह पदार्थेन इत्युक्ते तत्र हस्तः इति न वक्तुं शक्नुमः. अन्य कोऽपि पदार्थः भवेत्, सः पदार्थः मूर्तद्रव्यः. नाम तत्र तदपि किमपि द्रव्यं स्यात्, मूर्तद्रव्यं स्यात्, नाम आकाशः नास्ति खलु, तादृशं द्रव्यं नास्ति. अन्यत् मूर्तद्रव्यं यस्मिन् क्रिया भवितुम् मूर्तद्रव्येन सह जायते वा इति. यतोहि तत्र तादृशम् एव अन्यः पदार्थः, तादृशः एव अन्यः पदार्थः भवितुम् अर्हति इति. किन्तु स्थितिः तादृशी नास्ति खलु इति, अथवा अस्ति वा इति चिन्तनम्. अतः एव अस्मिन् विषये स्वस्य विचारः भवतु, तदा अग्रे पठनम्. अतः भवान् चिन्तयति तत्र अन्येन द्रव्येन सह संयोगः न जायते इति खलु भवतः चिन्तनम्. तत्र यदि तत्र हस्तद्वयोः संयोगः भवति तदा शरीरयोगः अवयविनः न जायते न जायते इति भवतः चिन्तनं इदानीं समीचीनं महोदय. इदानीं ऋणनि भगिनी भवत्याः प्रश्नः समानेव वदामि. अत्रापि अवयवेषु यदा सम्बन्धः जायते तदा तु समवाय एव सम्बन्धः. हा अस्तु भगिनि, नाम तत्र अतः भवती अपि किं चिन्तयति यत् लिखितम् अवयवसंयोगेन अवयविनः संयोगः जायते इति यत् उक्तम् अत्र, तत् सर्वदा सत्यम् इति चिन्तयति वा अथवा न? न सर्वदा न, सर्वदा न इति चिन्तनं. इति भवेत् आवश्यकम् अन्येन मूर्तद्रव्येण अवयवसंयोगेन अवयविनः तत् सर्वम् अग्रे. हा उत्तमं भगिनि, हा तादृशं भवेत् इति. हा अस्तु समीचीनं समीचीनं. हा तर्हि तत्र उत्तमं. हा तर्हि योगेन्द्रमहोदय धन्यवादः. तर्हि अग्रे नरसिंह हेगडे महोदय अग्रे पठति वा? अस्ति वा? नास्ति चेत् हा अस्ति. हा नमस्कारः महोदय. हा अधुना एकस्य तर्हि प्रश्नः इति तर्हि प्रश्नः इति प्रश्नयोः यत् घटकपाले यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? नास्ति. एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मज अथवा संयोगजसंयोगः अवयविनि घटे न जायते. सः परस्परकपालसंयोगः अवयविनि समपि संयोगं न उत्पादयति. द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति इति वास्तवमेव. कपालस्य अन्येन मूर्तद्रव्येण सह संयोग एव घटे संयोगं जनयति. तर्हि प्रश्ने एवं यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा इति प्रश्ने अस्ति अत्र. यथा तत्र हस्तपुस्तकसंयोगः भवति चेत् तर्हि शरीरपुस्तक अपि संयोगः भवति, तादृशम् अत्र भवति वा इति प्रश्नः. तस्य उत्तरमस्ति नास्ति. एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मज अथवा संयोगजसंयोगः अवयविनि घटे न जायते. कपालस्य संयोग कपालयोः संयोगेन घटे संयोगः न उत्पादे न उत्पद्यते. यदा यदा कपालद्वयं कीदृशं भवेत्? कपालद्वयं तस्यैव घटस्य भवेत्. अतः एव एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह, नाम एकं कपालं तत्र घटद्वयं स्वीकुर्मः, प्रथमघटे विद्यमानः एकः कपालः अपि अन्यस्मिन् घटे विद्यमानः एकः कपालः स्वीकुर्मश्चेत् तदा तत्र परस्परसंयोगेन घटसंयोगः जायते. किन्तु तत्र भवति, किन्तु एकस्मिन् एव घटे तत्र विद्यमानकपालद्वयं तत्र, अथवा एकस्मिन् घटे इति नास्ति, किन्तु एकस्य घटस्य अवयवद्वयम् इति कपालद्वयं स्वीकुर्मश्चेत् तत्र परस्परसंयोगेन घटे संयोगः न जायते. अग्रे महोदय. सः परस्परकपालसंयोगः अवयविनि संयोगं न उत्पादयति. अवयविनि इत्युक्ते अत्र घटः परस्परकपालसंयोगः तस्यैव घटस्य परस्परकपालसंयोगः तदेव घटे अवयविनि कमपि संयोगं न उत्पादयति. संयोगजसंयोज वा कर्मजसंयोज न उत्पादयति. द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति. द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगम् अत्र तस्य कृते कारणं न भवति अत्र अस्ति महोदय. नाम कारणं न भवति इत्युक्ते तत्र संयोगमेव न उत्पाद संयोगः एव न भवति. न भवति कारणमपि न भवति न भवति तावदेव तत्र अपि अन्येन सह एव मूर्तद्रव्येन एव संयोगः भवितुम् अर्हति किन्तु कपालेन तत्र घटकपाले तयोः मध्ये संयोगः न भवति खलु नाम यत्र यथा तत्र हस्तपुस्तकयोः हस्तपुस्तकयोः संयोगेन तत्र शरीरपुस्तकयोः संयोगः जातः तथैव वयं कपालसंयोगेन घटसंयोगः जायते इति चिन्तयामः घटपुस्तकयोः संयोगेन नाम कपालपुस्तकयोः संयोगेन घटपुस्तकयोः संयोगः जायते सत्यं किन्तु परस्परकपालयोः संयोगेन घटकपालसंयोगः न जायते अपि कपालघटकपालयोः संयोगः न जायते घटः अपि अन्यत् किमपि मूर्तद्रव्यं स्वीकुर्मः तेन सह अपि संयोगः न जायते अतः कारणं न भवति कपालस्य अन्येन मूर्तद्रव्येण सह संयोगं संयोगः एव घटे संयोगः जनयति यथा कपालस्य अन्येन मूर्तद्रव्येण सह इत्युक्ते पुस्तकेन सह वा अथवा अन्यत् तदा एव घटे संयोगं जनयति कपालसंयोगः तर्हि तत्र अवयवसंयोगेन अवयविनः संयोगः जायते इति अस्माकं नियमः यः अस्ति तस्मिन् किञ्चित् परिष्कारः आवश्यकः यतोहि अवयवसंयोगः इत्युक्ते अन्येन मूर्तद्रव्येन सह संयोगः इति तत्र यदि तादृशचिन्तनं भवति तदा नियमः सम्यक् भवति सर्वविध अवयवसंयोगेन इति यदि चिन्तयामः तत्र नियमः दुष्टः भवति समीचीनं नास्ति तदा अस्तु समीचीनमस्ति अतः तत्र एतावत् आगतवन्तः तर्हि कपालस्य अन्येन मूर्तद्रव्येन सह संयोगः एव घटे संयोगं जनयति हा अस्तु समीचीनमस्ति बहु किमपि अतीतवन्तः अद्य समीचीनमस्ति धन्यवादः महोदय तर्हि अत्र एव विरमाम अग्रिमे सप्ताहे मिलामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः शुभरात्रि नमस्कारः।